सर्वेषां नमस्कारः. अद्य हलन् अदादिगणे हलन्तदातवः इति पाठः अनुवर्तते. तर्हि अस्धातोः विषये पश्यामः. अद्य पृष्ट भगिनी पठति सकारान्त अस्धातुः इति तथापि. एकनिमिष भगिनि, अहं तु न आगच्छति वर्गे. श्वस्ना आस्था अस् अस् अर्धतु आम् अस् एकनिमिष एकनिमिष श्व रुद् अकार एव न इदानीं न एकनिमिष एकनिमिष भगिनि अन्वेषणं नास्ति चिन्ता. तर्हि नाम प्रिया भगिनी अस्य करिष्यामः न अस्य एव करिष्यामः वर्गे. अस्तु अस्तु पुनरावलोकनरूपेण तदेव कुर्मः. अस्तु अस्तु चकारान्तः अस् धातुः प्रश्नपदि भुवि कृतवन्तः. अङ्गकार्यं हलादिपित्सु उपधायां ह्रस्वाकारः लघु इक् इति न अतः गुणकार्यं नास्ति. अजादिपित्सु उपधायां ह्रस्वाकारः लघु इक् इति न अतः गुणकार्यं नास्ति. हलादिपित्सु श्नसोरलोपः इत्यनेन अस् धातोः अकारः लोपः अस्तः अस् योगः तः स अकारस्य लोपः स योगः तः स्तः. अजाद्यपित्सु श्नसोरलोपः इत्यनेन अस् धातोः अकारलोपः अस् योगः अन्ति स योगः अन्ति सन्ति. श्नासोरलोपाः लोपः श्नं प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपो भवति. चितिनिति सार्वधातुके परे श्नश्च अश्च श्नश्च अश्च अस्तु तयोर्विपरीतरद्वन्द्वः श्नसौ श्नसौ श्नसोः षष्ट्यन्तम् अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नसोः अल्लोपः सार्वधातुक निति. लटि अस् योगः सि तासस् लोपः इत्यनेन अस् धातोः सकारः सकारलोपः. भिन्नकार्यमस्ति. प्रथमकार्यमस्ति हल अपित्सु किं अपित्सु निद्वतिति कृत्वा श्नसोर्लोपः इति सूत्रेण अकारस्य ह्रस्वकारस्य लोपः भवति. अकारस्य लोपः तत्तु हलादि अपित्सु अजादि अपित्सु उभयत्र लति परे विशेषकार्यम् विशेषकार्यं तासल् तासस्योर्लोपः तास् प्रत्ययस्य अपि च अस् धातोः सकारस्य लोपो भवति सकारादिप्रत्ययपरे. अनुवृत्तिसहितसूत्रं तासस्योः अङ्गस्य लोपः सि अत्र सि तु षष्ट्यन्तम् इत्यस्य अनुवृत्तिः सः अस्तु अस्तु तत् भगिनि नूतनसूत्रमस्ति. अत्र प्रश्नः उदेति पूर्णसूत्रम् अलोन्त्यस्य इत्यनेन तास् प्रत्ययस्य अस् धातोः च अन्तिमवर्णलोपः न तु पूर्णाङ्गस्य तास् ताश्च अस्तिश्च तयोरितरे तरद्वन्द्व तासस्ति तयोः तासस्योः तासस्योः षष्ट्यन्तं लोपः प्रथमान्तं विपर्मिदं सूत्रं सः स्यार्धधातुके सि इत्यस्मात् सि इत्यस्य अनुवृत्तिः सि आर्धधातुके इति अस्ति सः सि आर्धधातुके अङ्गस्य इत्यस्य अधिकारः अत्र सि इत्युक्ते सकाराधिपतिपदे यतः अङ्गस्य इत्यस्य अधिकारः अङ्गं तदा उच्यते यदा यः परे अस्ति सः प्रत्ययः अनुवृत्तिसहितसूत्रं तासस्योः अङ्गस्य लोपः सि अत्र प्रश्नः उदेति यत् सः महोदय नमस्कारः महोदय मणि नमस्ते नमस्ते महोदय अद्य शृणोमि महोदय कण्ठः अस्तु महोदय धन्यवादः अत्र प्रश्नः उदेति यत् सः स्यार्धधातुके इत्यस्मात् केवलं सि इत्यस्य अनुवृत्तिः भवति वा सः इत्यस्य अपि भवेत् वा सकारस्य स्थाने लोपादेशो भवति अतः तस्यापि अनुवृत्तिः भवतु इति प्रश्नः सिद्धान्तकौमुद्याम् उच्यते यत् सः इति अनुवृत्तेः आवश्यकता नास्ति यतोहि तासस्त्योः इति पदं षष्टिविभक्तौ अतः अलोन्त्यस्य इत्यनेन अन्तिमवर्णः एव स्थानी इति सिद्ध्यति काशिकायां सः इत्यस्य अनुवृत्तिः प्रदर्श्यते किन्तु अद्यत्वे वैयाकरणानां मतं यत् सा च अनुवृत्तिः न अपेक्षिता अत्र कश्चन प्रश्नः आगतः गतसप्ताहे सः आर्धधातुके इत्यस्मात् केवलं सि इत्यस्य एव अनुवृत्तिः वा सः अपि आगच्छति वा अनुवृत्तिरूपेण इति तत्र उत्तरं दत्तमस्ति सः इत्यस्य अनुवृत्तिरूपेण आवश्यकता नास्ति किमर्थम् इत्युक्ते तासस्त्योः इति पदमेव षष्टिविभक्त्याम् अस्ति अतः तदेव स्थानी इति सूचयति अलोन्त्यस्य इत्यनेन वयम् अवगन्तुं शक्नुमः अन्तिमवर्णस्य स्थाने इति अतः तस्य आवश्यकता नास्ति इति अद्यत्ववैयाकरणानां मतमपि तादृशमेव अनुवृत्तिः रूपेण सः इत्यस्य न आवश्यकता इति पठामि वा भगिनि लोटि अस् योगः हि ग्वसोर्ध्वाब् अभ्यासलोपश्च ग्वसोरे द्वाब् अभ्यासलोपश्च इत्यनेन अस्थाने एकारादेशः अलोङ्क्यस्य इत्यनेन अन्तिमवर्णस्य सकारस्य स्थाने एव आदेशः अ ए योगः हि हूजल्भ्यो हेर्दिः इत्यनेन हि स्थाने दि अये योगः दि हि अपित् अतः श्नासरोल्लोपः इत्यनेन अलोपः एदि इति रूपम् अत्र ग्वसोर् ए द्वाभ्यस् ग्वसोर् ए धावभ्यासलोपश्च इति सूत्रमस्ति इत्यनेन अस्थाने एकारादेशः गुसंज्ञकधातोः अस् धातोः च स्थाने एकारादेशो भवति हि प्रत्यये परे अभ्यासः अस्ति चेत् तस्य अभ्यासस्य लोपः अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य सकारस्य स्थाने एव आदेशः गुश्च अश्च तयोः इतरेतरद्वन्द्वः ग्वसौ तयोः द्वसोः ग्वसोः षष्ट्यन्तम् एत् प्रथमान्तं हौ सप्तम्यन्तम् अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकपदम् इदं सूत्रम् अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रमस्ति ग्वसोः अङ्गस्य एत् हौ अभ्यासलोपः च इति तत्र एतत् सूत्रं वदति यदा गुसंज्ञकधातुः अस्ति चेत् वा अस् धातोः तस्य स्थाने एकारादेशः भवति इति, इत्युक्ते अन्तिमवर्णस्य स्थाने एव इति अलोङ्क्यस्य वदति. कुत्र भवति निमित्तमस्ति हि प्रत्यये परे वा अभ्यासः अस्ति चेत् तस्य अभ्यासस्य एव लोपः भवति. ओ, कार्यद्वयम् एकस्मिन् सूत्रे एव दत्तमस्ति किल. ग्वसोरेद्वाभ्यस् अभ्यासलोपश्च इति सूत्रम् अत्र दा इति धातोः देहि इति रूपं भवति. आम्, आकारस्य दा इति आकारस्य अन्तिमवर्णस्य स्थाने ए भवति, अनन्तरम् अभ्यासस्य लोपः भवति इति कृत्वा आदौ यत् दा इति अस्ति, दा इति अस्ति, द इत्यस्य लोपः भूत्वा देहि इति एव तिष्ठति अनेन अस्तु अभ्यासस्य लोपः भवति सकारस्य परिवर्तनम् आगच्छति न भगिनि. अकारस्य किम् अस्ति अन्तिमवर्णस्य स्थाने एकारादेशः तावदेव किमस्ति गुसंज्ञकधातोः अस्धातोः अन्तिमवर्णस्य स्थाने एकारादेशः. अनन्तरं किमस्ति किमित्युक्ते यदि द्वित्वकार्यं किमपि आसीत् चेत् तस्य अभ्यासस्य लोपः अपि भवति. उदाहरणार्थं गुसंज्ञकधातुः अस्ति दा इति धातुः, ददा इति रूपं, तर्हि ददा योगः हि इति स्थितौ अत्र हि परे दे इति भवति आकार ददा इति आ इत्यस्य लोपः भूत्वा दे इति आयाति. अनन्तरं द दे योगः हि अभ्यासस्य अपि लोपं भूत्वा देहि इति. कार्यद्वयमपि अनन्तरं हू जल्भ्यो हेर्भिः हू धातुतः जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने दि आदेशो भवति. अनुवृत्तिसहितसूत्रं कूजल्भ्यः अङ्गस्य हे हे दि हि इति. तत्र प्रथमं तु ग्वसोर्ध्वाभ्यस् अभ्यासलोपश्च इत्यनेन एकारादेशः भवति. अनन्तरं यदा अये योग हि इति आगच्छति तत्र कूजल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने दि आदेशः भवति. तत्र एव वयं तद् आबीयकार्यम् इति विषये दृष्टवन्तः. कुत्र ओ अये योगः इति अवस्थायाम् अये इति जलन्तं न, अतः ई स्थाने दि न अभविष्यत्, परन्तु असिद्धवत्राभात् इत्यनेन कूजल्भ्यो हेर्दिः इत्यस्य सूत्रस्य दृष्ट्या ग्वसोर्एद्वाभ्यास् अभ्यासलोपश्च इत्यस्य सूत्रस्य कार्यम् असिद्धम्, अतः हि प्रत्ययः अस् इत्येव पश्यति न तु अये. अनेन कारणेन हि स्थाने दि आदेशः भवति. अत्र एतद् सूत्रद्वयमपि ग्वसोर् त्रयमपि कुत्र कार्याणि सन्ति तदेव तदेव महोदय दृष्टवती क्रमस्य आवश्यकता किम् अस्ति किमर्थम् इत्युक्ते त्रयमपि आदीयकार्याणि यत्किमपि आदौ भवतु अन्यत् सूत्रं न पश्यति एव. महोदय उक्तवान् पुष्पाभगे महोदयं पृष्ट्वा महोदयां पृष्ट्वा वदामि इति उक्तवान्. प्रायः प्रतीक्षां कुरु अग्रिम अस्तु क्रमस्य अस्तु प्रायः तदेव न जाने भगिनि किमर्थम् इत्युक्ते अत्र समानस्थले अपि नास्ति किमपि सङ्कर्षः नास्ति समानस्थले अपि न यत्किमपि आदौ भवतु अन्यत् सूत्रं न पश्यति वा तत् कार्यं तर्हि आवश्यकता अस्ति वा चिन्तनं क्रमचिन्तनस्य आवश्यकता अस्ति वा इति विप्रतिषेधं नास्ति इति. बलाबलचिन्तनस्य अपि आवश्यकता नास्ति आवश्यकता किमपि भवतु अग्रिमसूत्रं यत्किमपि नागयति न पश्यति शतोरलोप इति अधो कुर्मः चेदपि समानं भवति खलु आ इत्यस्य लोपः भवति, अनन्तरं पुनः कुजल्भ्यो के कर्तुं शक्नुमः, अनन्तरं वसो रे धाव अभ्यासलोपश्येति तदपि कर्तुं. रूपं तु येदि इत्येव अहमपि पठामि वा अद्य जनाः लङि आयोगः अत्युगः सूत्राणि पठामि. क्षम्यताम्. गोसोरेधावभ्यासलोपश्यति सूत्रं भूसंज्ञकधातोः अधातोः च स्थाने इकारादेशो भवति हि प्रत्यये परे अभ्यासः अस्ति चेत् तस्य अभ्यासस्य लोपः. अनुवृत्तिसहितसूत्रं गोसोः अङ्गस्य एकौ अभ्यासलोपः च. अत्र एत् इति उक्तमस्ति हि परे, किमर्थं तपरतरणम् इति न जाने, केवलं प्रायः उच्चारणार्थं. तर्हि एकारादेशो भवति भूसंज्ञकधातोः अनन्तरम् अस्धातोः. तर्हि अस्योगः हि एधि इति रूपम्. अनन्तरं होजल्भ्योर्हेधि इत्यनेन श्वेदम् अस्योगः धि न हि सकारस्य स्थाने ये अययुगः हि इति धातु प्रथमसोपानम्. अनन्तरं द्वितीयसूत्रमस्ति हूजल्भ्योर्हेदिः इति. हू धातुतः जलन्तेभ्यः धातुभ्यः हि प्रत्ययस्य स्थाने धि आदेशः भवति. हूजल्भ्य अङ्गेभ्यः हे हे धिः. तर्हि अधुना अययोगः हि इति स्थितौ हूजल्भ्योर्हेदि इति सूत्रेण हकारस्य स्थाने दकारः आयाति. तर्हि क्षम्यतां, हि इत्यस्य स्थाने धि इति. तर्हि अययोगः धि इति स्थितिः. अनन्तरमपि श्नसोर्लोपः इत्यनेन अकारस्य लोपः भवति अस्धातोः इति कृत्वा ये योगः धि एधि इति रूपम्. अत्र असिद्धवत्र अत्र अभात् इति सूत्रमस्ति आभ्यकार्ये सन्ति इति कृत्वा सूत्रत्रयमपि. किमपि आश्रयम् अधिकृत्य आभ्यकार्यं द्वितीयं समानाश्रितम् आभ्यकार्यं प्रति असिद्धं भवति इति अधिकारसूत्रमयं. सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात्. लङि आयोगः अस्योगः सिक् इति स्थितिः. तत्र अस्ति त्रिचो पृक्ते इत्यनेन अपृक्तसंज्ञक हल् प्रत्ययस्य ईट् आगमः भवति. अत्र इत्यति लङि इत्यति प्रत्ययः अस्ति. तर्हि तत् इत्यति प्रत्ययः अपृक्तप्रत्ययः अस्ति इति कृत्वा अस्ति अस्ति स्थिचो अपृक्ते इति सूत्रेण ईट् आगमः भवति. तर्हि ईट् इति आगमः कस्य आगमः? प्रत्ययस्य आगमः खलु. प्रत्ययस्य आगमः इति कृत्वा आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति. तर्हि अपृक्तप्रत्ययस्य आदौ आयाति इति कृत्वा आयोगः अस्योगः ईयोगः च वर्णमेलने आसीत् इति रूपम्. तथा एव मध्यमपुरुषे अपि इस् इति यत्र अस्ति आसित् प्रत्ययस्य स्थाने, तत्रापि आयोगः अस्योगः इस् इति सकारः तु अपृक्तप्रत्ययः अस्ति इति कृत्वा अस्ति अस्ति चिचो अपृत्ते इत्यनेन अपृक्तसंज्ञकः इति ईतागमः. समानकार्यम् आयोगः अस्योगः ईयोगः इस् वर्णमिलने असीः इति. करवटस्थानयोः सर्जनीयः. अनन्तरं ससजुषुरुः करुणः करवटस्थानयोः सर्जनीयः इत्यनेन सकारस्य विसर्गः भवति आसीः इति रूपम्. ईतागमः इत् अतः इत् इत्यस्य आदौ आयाति. सामान्यतया अकृत्यसंज्ञक हल् प्रत्ययस्य लोपो भवति हलन्तधातुतः, परन्तु अत्र लोपो न भवति यतोहि मध्ये इडागमः अस्ति इति. विशेषविषय कार्यमस्ति अस्धातोः कृते. सामान्यतया यत्र अपृक्तप्रत्ययः अस्ति चेत् हलन्तेभ्यः धातुभ्यः अङ्गेभ्यः निश्चयेन लोपः भवति. हल्न्यादिदीर्घसूत्रस्य अपृक्तं हल् इति सूत्रेण लोपः भवति. स इति प्रत्ययस्य स इति प्रत्ययस्य किन्तु अत्र न भवति. किमर्थमित्युक्ते ईटागमः सूत्रमस्ति. अस्ति सिचोरपृक्ते इति सूत्रं सिच् प्रत्ययात् अपि च अस् धातुतः अपृक्तसंज्ञक हल् प्रत्ययस्य इडागमो भवति. इडागमो भवति अस्ति च सिच्तयोः समाहारद्वन्द्वः अस्ति सिच् तस्मात् अस्ति सिचः इति पञ्चमी विभक्ति अस्ति. अस्ति सिचः सिचः पञ्चम्यन्तम् अपृक्ते सप्तम्यन्तं द्विपदमिदं सूत्रम्. अतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः ब्रुवयित् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अस्ति सिचः अङ्गात् ईट् अपृक्ते हलि इति. अत्र षष्टिनिर्देशः नास्ति खलु कस्य इति. तस्मिन् समये परिभाषासूत्रमस्ति खलु. किम् आसीत् भगिनि उभयनिर्देशे तत् पञ्चमे निर्देशः बलीयान् किन्तु अत्र पञ्चमी निर्देशबलियान् इति पञ्चमी निर्देशः स्थानि इति चिन्तयामः किम्. तर्हि ईटागमः तर्हि आद्यन्तौटकितौ इत्यनेन तर्हि अस्ति इति धातोः एव आदौ आयाति खलु. कथं सप्तमी एव स्थानि इति निर्णेतव्यं किल. पञ्चमी सप्तमी द्वौ अपि अस्ति चेत् ओ ओ अस्तु अस्तु विपरीतरूपेण मम आगमनमासीत्. उभयनिर्देशे पञ्चमी निर्देशबल्यान् इत्यनेन सप्तम्यन्तं पदं स्थानीरूपेण भवति. तस्यैव आगमः वा आदेशः वा भवति तद् अवगच्छति अवगन्तुं शक्नोति इति कृत्वा अपृक्ते हलि इति सप्तमी अन्तरूपं तदेव किल. इति कृत्वा टित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इत्यनेन स्थानी इत्यस्य आदयः. तत्र किमर्थम् आयोगः अस्योगः ईयोगः सकारः तत्र पूर्वम् एकं सूत्रं दृष्टवन्तः किल सकारस्य लोपः इति. तद् किमर्थं तत्र न कार्यं करोति भगिनि. किं भगिनि तासस्योर्लोपः नो चेत् अत्र तु अस्ति सिचोर् अपृष्टे इति सूत्रं निरवकाशं भवति खलु इति आदौ अनन्तरं अनन्तरं तु ईटागमः आगतः साक्षात् नास्ति इति कृत्वा अत्र तु किम् अस्ति तासस्योर्लोपः इति सूत्रं वदति. तास् अस्तातुः सकारस्य लोपः भवति सकारादिप्रत्ययपरि. अत्र तु इति यत्र सप्तमी इत्युक्ते साक्षात् अनन्तरम् आयाति इति सप्तमी किम् तस्मिन् निर्दिष्टे तस्मिन् निर्दिष्टे किमासीत् सप्तमी विभक्ति किं तस्मिन् निर्दिष्टे पूर्वस्य इति पूर्वस्य तस्मिन् इति निर्दिष्टे पूर्वस्य पूर्वकार्यं पूर्वकार्यम् ईस् इति आगच्छ इदानीम् ईस् इति प्रत्ययः अस्ति अतः तद् न कार्यं करोति किल. अस्तु साक्षात् पूर्वमस्ति चेदेव कार्यं धन्यवादः पुष्पभगिनी आद्यन्तं पठितम् अस्तु भगिनि. अस्तु सिद्धार्थराबाद् तद् इदानीं पठितं न आय् आयोगः इ तत् पठामि न यस्य आगमः टित् तस्य आदौ आयाति यस्य आगमः कित् तस्य अन्ते आयाति आदिश्च अन्तश आद्यन्तौ दश्च कश्च तकौ इतरेतरद्वन्द्वः तकौ इतौ ययोः त्वौ तौ तकितौ बहुव्रीहिः आद्यन्तौ प्रथमान्तं तकितौ प्रथमान्तं विपदमिदं सूत्रं स्वयं सम्पूर्णम् आद्यन्तौ तकितौ तत् अत्र आगम यस्य आगमः चेत् तस्य आदौ आयाति यस्य आगमः चेत् तस्य अन्ते आयाति एतदेव आद्यन्तौ तकितौ अत्र प्रश्नः उदेति यत् लङ्लकारस्य प्रथमपुरुष द्विवचने लकारलोपः भवति वा आयोगः अस् योगः ताम् यतोहि तत्र लङ्गि न सर्वे यतोहि आडागमः विधीयते लकारावस्थायाम् आडजादीनाम् इति सूत्रेण तदा आचश्च इत्यनेन आरागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशः तदानीम् अकारः एव नास्ति अतः कथं वा चतुरल्लोपः इत्यनेन अकारलोपः स्यात् अस्य उत्तरम् अस्ति यत् आडजादीनाम् इति सूत्रेण आरागमः विधीयते लकारावस्थायाम् इति तु सत्यं किन्तु आकश्च इत्यनेन वृद्धिरादेशः तत्र साक्षात् न भवति इदं सन्धिकार्यं श्नसोरल्लोपः अङ्गकार्यं परसूत्रं च अतः अडागमनानन्तरं श्नसोरल्लोपः इत्यनेन अकारलोपः तदा तु आतश्च इत्यस्य अवसरः एव नास्ति तत्र अत्र आडागमः आडागम इत्यनेन आडागमः विधीयते तदा आतश्च इत्यनेन आडागमात् अचिपरे पूर्वपरयोः वृद्धिरेकादेशः तद् कारणात् श्नासोरलोपः कार्यं न करोति प्रश्न उदेति तत्तु न करोति कार्यं न करोति किन्तु आतश्च इत्यनेन किम् इत्युक्ते प्रश्नः अस्ति श्नसोरलोपः इत्यनेन अकारस्य लोपः भवति किम् इति किमर्थमिति चेत् आतश्च भवति चेत् अकारः एव नास्ति तर्हि वृद्धि पूर्वपरयोः स्थाने वृद्धि आकारः आयाति आतश्च इत्यनेन तर्हि श्नसोरलोपः इत्यस्य कार्यं न भवितुम् अर्हति किन्तु यदि श्नसोरलोपः आयाति चेत् किं भवति आतश्च इत्यस्य कार्यं न भवति तर्हि किं प्रथमं किं सूत्रं प्रथमं कार्यं करोति इति प्रश्ने सति अत्र श्नसोरलोपः इति अङ्गकार्यम् अस्ति आतश्च इति आतश इति महोदय वदति अत्र सन्धिकार्यं वृद्धिरादेशः सन्धिकार्यम् इति कृत्वा श्नसोरलोपः एव आदौ आयाति तद् निश्चयेन प्रवर्तते श्नसोरलोपः इत्यनेन आकारस्य लोपः भूत्वा आतश इत्यस्य अवकाशः न भवति इति कारणं तत्तु आडादिनं प्रथममेव भवति तत्तु प्रथममेव भवति लकारनिमित्तं तदेव अत्र अस्ति सूत्रं कार्यं न करोति वा किं महोदय अस्ति सिचोरपृक्तवर्णः प्रत्ययः नास्ति खलु ताम् इति अनेके हल् महोदय अत्रापि आटच लङ्लकार एव आगच्छति किल अस् धातु अकारः लोपोष्णस्नोरलोपो इति चेत् अत्र तस्य पूर्वं पठितवन्तः ईडाहम अधः अकारस्य अत्र इदामः न भवति किमर्थम् इत्युक्ते अपृक्तप्रत्ययः नास्ति अपृक्तप्रत्ययः इत्युक्ते किं अपृक्त एक अल् प्रत्ययः अपृक्तप्रत्ययः इति वदामः. यत्र प्रत्ययस्य एक एव अल् अल् वर्णः अस्ति तदेव अपृक्तप्रत्ययः. अत्र तु ताम् इति अस्ति, तकारः आकारः इम् इति, तर्हि अपृक्तवर्णः नास्ति खलु, एकमेव अल् वर्णः नास्ति, त्रयः वर्णाः सन्ति इति कृत्वा अस्ति सिचो अपृक्ते इति, सिचो पृक्ते इति सूत्रस्य कार्यं न भवति. क्षम्यतामः, न भवति. धन्यवादः. अस्य योगः लङ्गः आडजादीनाम् आ योगः अस् योगः लङ् आ योगः अस् योगः ताम् श्नासोरलोपः आ योगः स् योगः ताम् आस्ताम्. तत्र अकारः गच्छति परन्तु आकारः एव आयाति, आकारः अस्ति इति इति वदनेन आडजादीनां पठामि. आडजादीनां लुङ् लङ् लुङ् लृङ् च प्रत्यये परे चेत् अजादि धातुरूपी अङ्गस्य आट् आगमः भवति, स च अडागमः उदात्तसंज्ञकः. उदात्तसंज्ञकः उत्तममासीत् कासीत् खलु, किमर्थम् उदात्त इति वदनस्य का आवश्यकता अडजादीनस्य किं पूर्वम् उक्तवान्, किमर्थम् इति न इदानीं स्मरणे नास्ति भगिनि, परन्तु उक्तवान्. मम एव प्रश्नं पृष्टम् इति. भवती एव पृष्टवती किल, चिन्तयामि मम बहु स्मरितुं बहु कष्टं भगिनि. तत्तु अनुवृत्तिसहितसूत्रम् अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लृङ्षु. अस्तु, आट् अस्ति आडागमात् अचिपरे पूर्वपरयोः विद्युरारेखादेशो शः भवति, आटः पञ्चम्यन्तं. तत् अनुवृत्तिसहितसूत्रम् आटः च अचिपूर्वपरयोः एकः वृद्धिः संहितायां. सन्धिकार्यं सकारान्तधातुः अतः आधिक्येन केवलं वर्णमेलनं भवति, यथा सकारात् सकारे परे केवलं मेलनम् अस् युगः अस्ति. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपनिचिन्तनं करोतु. लति तीतः अन्ति आं भगिनि. अस् लट् रूपम् अस् योगः ति, तत्र तु वर्णमेलनमेव अस्ति इति. अस् योगः तः, तत्र श्नासरो लोपः इति सूत्रेण अकारस्य लोपः भूत्वा स्तः इति रूपं. तः इति अपित् प्रत्ययः णित्वद् भवति इति कृत्वा तस्य प्रसक्तिः. अनन्तरम् अस्य योगः अन्ति, तदपि अपित् अजादि अपित् अस्ति, तत्रापि श्नासरो लोपः इति सूत्रस्य प्रसक्तिः सन्ति अकारस्य लोपः. अस्य योगः सि, तत्र सि परे अस्ति इति कृत्वा तासस्त्योर्लोपः इति सूत्रेण सकारस्य लोपः अयोगः सि असि इति. अस् योगः तः, तदपि अपित् अस्ति, अतः श्नासरो लोपः इति सूत्रेण अकारस्य लोपः स्तः. समानकार्यम् अस् योगः त, श्नासरो लोपः इति सूत्रेण स्थ. अस् योगः मि, वर्णमेलनमेव अस्मि. अस् योगः वः, श्नासरो लोपः इति सूत्रेण स्वः स्मः इति. अत्र तु अकारस्य लोपः भवति न, स्वः स्मः न लोट् मध्यमपुरुषे मध्यमपुरुषे अपि न अस्ति सम्यक् न श्रुणम् तदपि किति निति प्रत्यपरे खलु तत्र तु तत् भिन्नकार्यमस्ति आसीत् खलु तासस्योर्लोपः इति किमर्थम् इत्युक्ते सि इति प्रत्ययः तु पित् अस्ति सिप् अस्ति तर्हि श्नतोर्लोपः इति नास्ति चेत् तत्र नास्ति द्विवचने बहुवचने कार्यं करोति अतः पुष्पा भगिनी पृष्टवती किल सम्यक् न शृणोमि न श्वः द्विवचने बहुवचने अस्तु अस्तु महोदय अवगतं मम वदामि टु इति सखी कृतं टु इति चित्रस्ति तर्हि अत्योगः तु अस्तु इति वर्णमेलनं किञ्चित् ताक् इति ताकम् अस्ति मित्रस्य इति कृत्वा अत्र श्नतोरलोपः इत्यनेन श्नतोरलोपः इत्यनेन अकारस्य लोपः भवति हस्तकारस्य तर्हि खलु स्टाप् इति किं स्टाप् इति रूपं समानविषयमपि ताम् इत्यस्मिति ताम् इति अनन्तरम् अन्तु इति तत्रापि समानं श्नतोर्लोपः इति सन्तु इति रूपम् अकारस्य लोपं भूत्वा सन्तु अनन्तरं हि इति अत्र अस्योगः हि अधुना तु सूत्रत्रयं भवितुम् अर्हति श्नतोर्लोपः कार्यं कर्तुं भवितुम् अर्हति अनन्तरं किम् आसीत् गसोरेधावभ्यासलोपश्यति सूत्रेण सूत्रेण अस्धातोः अन्तिमवर्णस्य स्थाने एकारः अनन्तरं हुजुर्द्योषेदि इति षि इत्यस्य स्थाने धीयालोषः तर्हि आद्यकार्याणि सन्ति इति कृत्वा त्रयमपि भूत्वा येधि इति रूपम् अनन्तरं तात् पूर्वमेव दृष्टवन्तः स्तात् इति अकारस्य लोपः श्नतोर्लोपः इति तर्हि स्तात् स्तं त समानकार्ये तर्हि स्तम् इस्त इति रूपम् अनन्तरम् आनि आव आम पित् सन्ति इति कृत्वा असानि असाव असाम इति वर्णस्य लङ् वा भगिनि अस्तु तकारः आयुगः इदानीं आडजादीनाम् इति सूत्रेण आडागमः आयुगः अस्युगः तप्रत्ययः अस्ति प्रथमम् अस्तिश्चो अपृक्ते इति सूत्रेण ईट् इति आगमः भवति प्रत्ययस्य पूर्वम् आगमः आस्युगः ईट् युगः त तत्र टकारस्य हलन्त्यम् इति सूत्रेण लोप हलन्त्यं तस्य लोपः इति सूत्रेण लोपः आस्योगः ई योगः थ आसीत् इति रूपम् अनन्तरम् आडजादीनाम् इति सूत्रेण आडागमः आयोगः अस्योगः ताम् इदानीं तत्र यदा आडजादीनाम् आगच्छति तत्र श्नसरो लोपः तद् सूत्रं किञ्चित् टङ्ग् ट्विस्टर् अस्ति भगिनि श्नसरो लोपः इति सूत्रेण अकारस्य लोपः भूत्वा आस्ताम् इति रूपम् आयुगः अस्युगः अन् तत्रापि तत् सूत्रस्य प्रसक्तिः आडजादीनाम् अनन्तरं श्नसरोल्लोपः इति सूत्रेण अकारस्य लोपः भूत्वा आसन् इति रूपम् अनन्तरम् आस्युगः सप्रत्ययः तदपि अपृक्तप्रत्ययः इति कृत्वा अस्ति सिचोपृक्ते इति सूत्रेण ईटागमः भवति आयोगः ईट् योगः सकारः आस्योगः क्षम्यताम् आस्योगः ईट् योगः सकारः आसीस् इति प्रथमम् अनन्तरं करवसानयोर्विसर्जनीयः ससजुषोरुः करवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गादेशः आसीः इति रूपम् आगच्छति. अनन्तरम् आस्तम् इति आयोगः अस्योगः तं यदा वयं पूर्वं दृष्टवन्तः आडजादीनां श्नसरो लोपः इति सूत्रेण आस्तम् इति रूपम्. आयोगः अस्योगः थ इति प्रत्ययः तत्रापि समानप्रक्रिया एव आडजादीनां श्नसरो लोपः आस्त अं व म इति उत्तमपुरुषे आयोगः अस्योगः अं तत्तु अपृक्तवर्णः नास्ति अतः तत्र आडजादीनां श्नसरोल्लोपः कार्यं न करोति. किमर्थम् इत्युक्ते एतत्तु पित् प्रत्ययः अतः आयोगः इदानीम् अत्र आटश्च इत्यस्य कार्यं भवति वृद्धिः भवति आसम् इति रूपम् आगच्छति. अनन्तरम् आयोगः अस्योगः व म तत्तु अपित् प्रत्ययः अस्ति अतः आडजादीनां श्नसरोल्लोपः इति सूत्रस्य प्रसक्तिः आस्व आस्म. धन्यवादः. किं विदिनी महोदय मिथिलिन् मिथिलिन् यात् यातां महोदय अत्र अस् अस्योः यात् यात् अपित् अतः श्नसरोलोपः इति सूत्रं कार्यं करोति. अत्र अत्र अत्र अकारः लोपस्य अनन्तरं स्यात् इति रूपं भवति एकवचने. तदेव स्याताम् अकारः सर्वत्र अकारः लोपः अतः स्याताम् स्युः स्याः स्यातं स्यात श्यां श्याव श्याम इति रूपाणि भवन्ति महोदय. अत्र महोदय धन्यवादः. एकनिमिषं महोदय. हकारान्त दुह् धातु दुह दुह् धातुः उपेपति प्रपूरणे इति अर्थः. अङ्गकार्यम् अलादिपित्सु उपधायां लघु एकः गुणः अधः दुः योः इति उकन्दलः उपदेश्य इति सूत्रेण दोः योः इति सन्धिकार्यम् अत्र दोक्ति. अजादिपित्सु उपधायां लघु एकः गुणः दुः योः आनि उकन्दल उपदेश्य इति सूत्रेण दोः दोहानि इति. आलादि अपित्सु कितिनित्य गुणनिषेधः दुःदः सन्धिकार्यमेव अधः दुग्धः. अजादि अपित्सु गुणनिषेधः कितिनित्य दुः अन्ति वर्णमेलन दुःखन्ति इति सन्धिकार्यं. दकारादि हकारादि धातूनां सन्धिकार्यं चतुर्विधं. दकारादि हकारादि धातुतः तकारादिः तकारादिः च प्रत्ययानां योजनविधिः. तकारादि तकारादि च प्रत्ययपरे दकारादि हकारादि धातु अस्य हकारस्य स्थाने क्षम्यतां महोदय. दकारादि हकारान्त धातोः धातु अङ्गस्य हकारस्य स्थाने गकार आदेशः भवति दादे धातु दः इति सूत्रेण. अधुना प्रत्ययः जस् परतः अस्ति अतः प्रत्ययादौ स्थितस्य तकारस्य तकारस्य च द आदेशः भवति जसस्वदोदः इति सूत्रेण. अधुना धातुः परतः जस् अस्ति दकारः, अधः धात्वन्ते दकारः स्थाने तृतीय आदेशः भवति जलां जस् जसि इति सूत्रेण जस्वसन्धिः इति. दुह् योः दि गुणकार्यं दोह् इति. इदानीं दादे धातो गः इति सूत्रेण हकारस्य स्थाने दकार आदेशः, अतः दोग् इति योगः अस्ति. इदानीं जसस्तोदः इति सूत्रेण तकारस्य दकार आदेशः. दोग् सूत्रस्य अन्तिमवर्णः गकारः, अतः जस् वर्णः, अतः सूत्रं कार्यं करोति. दोग् इति रूपं दोग् योः अति. इदानीं जलं जसि इति सूत्रेण गकारस्य स्थाने तृतीयगकार आदेशः, अतः दोग् योः दि दोग् दि इति. अनन्तरं दुह् योः तः दाते दातो गः इति सूत्रेण दुह् योः तः. इदानीं जसन्ततो दोदः इति सूत्रं यदा कार्यं करोति तकारस्य तने, अत्रापि तकारस्य तने गकार आदेशः. जलां जसन्त जसि इति सूत्रेण दुग् स्थाने तृतीय कवि आदेशः दुग्धः इति रूपं भवति महोदय. भगिनी अहं कार्यालये अस्मि. अश्रुणोमि. अस्तु भगिनि. द्वितीयबिन्दुः दकारादि हकारान्तधातुतः सकारादि प्रत्ययानां. अस्तु अस्तु भगिनि. दकारादि हकारान्तधातुतः सकारादिप्रत्ययानां योजनविधिः. सकारादिप्रत्यये परे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशः भवति. धातेर्घातोर्घा इत्यनेन धातेर्घातोर्घा इत्यनेन सूत्रेण तदा आदौ स्थितस्य धकारस्य धकारादेशः भवति. एकाचो भषो भष् झषन्तस्य धोः इत्यनेन कारस्य धकारः. अस्तु. कर्परे अस्ति अस्ति अतः करीचा इत्यनेन घकारस्य स्थाने घकारादेशः भवति. कवर्णः पूर्वम् अस्ति अतः आदेशप्रत्ययोः इत्यनेन स स्थाने षत्वम् अस्ति. दस् योगः सि गुणकार्यं दोः योगः सि दो दादेर् दो धातोर्घः दोग् योगः सि. एकाचो बशो बश् झषन्तस्य द्वोः इत्यनेन दोग् योगः सि. खरीच इत्यनेन दोक् योगः सि. आदेशप्रत्ययोः इत्यनेन दोक् योगः सि दोक्षि. पदामि. धकारादि हकारान्तधातुतः धकारादिप्रत्ययानां योजनविधिः. धकारादिप्रत्ययपरे धकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशः भवति. धातेर्धातोर्घः इत्यनेन सूत्रेण धात्वान्ते घस्थाने तृतीयादेशः भवति. जलां जलां जश् जसि इति सूत्रेण जस्वसन्धि सन्धि इति. दुः योगः हि हूजल्यो हेर्भिः दुः योगः धि. दादेर्धातोर्घः इत्यनेन हस्थाने घ आदेशः. दुग् योगः धि जलां जश् जशि इत्यनेन जस्थाने आदेशः दुग् योगः दि दुग् दि अस्तु भगिनि अस्तु भगिनि धन्यवादः भगिनि धन्यवादः भगिनि प्रिया भगिनि दकारादि हकारान्तधातुतः द्वे प्रत्ययस्य योजनविधिः इदानीं द्वे इति प्रत्ययस्य योजनविधिः द्वे प्रत्यये परे दकारादि हकारान्तधातुः धात्वन्तस्य हकारस्य स्थाने गकारादेशो भवति दादेर्धातोर्गः इति सूत्रेण अधुना एकाच् वशादि जषन्तधातुः त्रीणि चत्वारि इति अतः एकाचो बशो बश् जषन्तस्य स्तोः इत्यनेन त्रीणि चत्वारि चत्वारि चत्वारि इति भवति आदौ तृतीयसदस्यस्य स्थाने चतुर्थसदस्य आदेशो भवति धात्वान्ते घ स्थाने तृतीयादेशो भवति जलां जश् जषि इति सूत्रेण जष्त्वसन्धिः इति द्वे इति युक्ते आत्मनेपदीरूपं तत्र दुः योगः द्वे इति आगच्छति चेत् तत्र प्रथमं दाधेर्धातोर्गः इति सूत्रेण हस्थाने घ आदेशः भवति दुग् योगः द्वे इदानीम् एकाचो बशो बश् जषन्तस्य स्तोः इति सूत्रस्य प्रसक्तिः एकः एव अच् अस्ति अतः द्वे परे अस्ति अतः बष् स्थाने भष् आदेशः भवति तृतीयस्य स्थाने चतुर्थादेशः अतः दुग् योगः द्वे इति आगच्छति जलां जश् जषि इति सूत्रेण घ स्थाने घ तृतीयसदस्यः दुग् योगः द्वे दुग् द्वे इति रूपं लङि अधोः योगः तकारप्रत्ययः तप्रत्ययः हल् परतः अपृत्तसमेकप्रत्ययस्य लोपः हल्ज्ञाभ्यो दीर्घसुतिस्य पृत्तं हल् इति सूत्रेण तकारलोपः अधोः इति रूपं दाधेर् धातोर्गः इति सूत्रेण अधोग् इति आगच्छति पदान्ते अपि तस्य कार्यं भवति इति कृत्वा अनन्तरम् एकाचो बशो बश् जषन्तस्य स्तोः इति सूत्रस्यापि पदान्ते कार्यं भवति अतः तृतीयसदस्यस्य स्थाने चतुर्थसदस्यः एकः एव अच् अस्ति अत्र अकारस्य गणना न क्रियते वा भगिनि किं भगिनि पुनः अधोग् इति अस्ति अधोग् इत्यस्य एकाचो बशो बश् जषन्तस्य स्तोः इत्यस्य एकः भागः अतः दोग् इत्यस्य भागस्य ओकारः एव एकः एव अच् इति इति कृत्वा अधोग् इति आगच्छति इदानीं जलां जशोन्ते इति सूत्रेण अधोग् वा अवसाने इति विकल्पेन चत्वादेशः अधोक् हल्ञाभ्यो दीर्घसुतिस्य पृत्तं हल् हल् परतः अपृत्तसंज्ञकप्रत्ययस्य लोपः लङि तकारलोपः सकारलोपश्च दादेर्धातोर्गः तत्सूत्रं वदति जलि पदान्ते च दकारादिधातोः अकारस्य स्थाने गकारादेशो भवति दादेः दकारादिधातुः धातोः हकारः जलिपदस्य च अन्ते च हकारस्य स्थाने गकारादेशः इति वदति जषस्ततोर्धोर्धः इति सूत्रं जश् उत्तरस्य तकारत्थकारयोः स्थाने धकारादेशो भवति धा धातुं वर्जयित्वा तत्र जषः ततोः दः अधः इति सूत्रं वदति एकाचो बशो भष् अपि पठामि वा भगिनि? एकाचो बशो भष् जषन्तस्य स्तोः इत्यस्य अनुपचारिक अर्थः एकाच् धातुः आदौ भष् ब घ ढ ध अपि च अन्ते झष् झ भ घ ढ द तस्य धातोः नाम एकाच् बषादि जषन्त धातुः इति यदा बन्ध धातुः बुद्ध धातुः च तत्र एकाच् अस्ति बषादि जषन्त धातुः आम् हकारान्तधातुः चेत् जलिपदान्ते च हकारस्य स्थाने जषादेशो भवति उदाहरणं दुः इति धातुः दुग् इति भवति अतः तत्रापि बषादि जषन्तधातुः प्राप्यते एकाच् बषादि जषन्तधातोः आदौ स्थितस्य बषः स्थाने बषादेशो भवति भघढध सकारादि प्रत्यये परे द्वशब्दे परे पदान्ते च ओ अस्तु अतः वदामि यत् तृतीयचतुर्थसदस्यः चतुर्थचतुर्थसदस्यः इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः अन्ते च वर्गस्य चतुर्थसदस्यः तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यस्य आदेशः भवति आहत्य त्रीणि चत्वारि चत्वारि चत्वारि इति विकारः भवति एकाचो बशो बच् जषन्तस्य स्तोः धातोः धातोरवयवो यो जषन्त एकाच् तस्य बषः बषादेशो भवति सकारादि प्रत्यये परे द्वशब्दे परे पदान्ते च अतः अनुवृत्तिसहित सूत्रं धातोः जषन्तस्य एकाचः बषः बष् त्वोः पदस्य अन्ते च अस्तु जषन्तस्य एव एकाचः किल तदेव लटि रूपं दुः योः परस्य उभयपदि धातुः अस्ति परस्मे प्रतिपदि प्रथमं कृत्वा अनन्तरं अतः दुः योः ति अस्ति पित् अस्ति अतः उपतां गुणः भवति दोह् इति दोह् योः अस्ति इदानीं किं सूत्रं कार्यं करोति दादे दो गः इति सूत्रं कार्यं करोति अतः हकारस्य दाने गकार आदेशः दोह् योः इति अत्र इदानीं टि अस्ति अत्र जसत्सतो दोदः इति सूत्रं कार्यं करोति अतः दोग् योः दि इति इदानीं जलां जसि इति सूत्रेण चतुर्थकारस्य तृतीयः भवति अतः दोग् दि इति रूपं भवति महोदय अनन्तरं तः तः अपित् अधः गुणनिषेधः अधः दुः योः तः इदानीं जसस्तो दः इति सूत्रम् अकारस्य गकार आदेशः जसस्तो दहतां कार्यं करोति महोदय अनन्तरं दादे धातोः कार्यं करोति तस्य परं जसस्वदोर्धः इति कार्यं करोति अतः तकारस्य स्थाने दकार आदेशः दुग्धः इति अनन्तरम् अन्ति दुः योः अन्ति अत्र जलां जस् दुग्धः वा द्विवचने वा जलं जसि उक्तवान् अतः चतुर्थदकारस्य दाने तृतीयगकार आदेशः दुग्धः इति रूपं लट् बहुवचने अन्ति अचुवर्णः हल् नास्ति अधः मेलनमेव दुहन्ति इति रूपं भवति महोदय. लोटि सि अस्ति दुः सि पित्वम् अधः गुणकार्यमस्य दोः योः सि अत्र दादे धातोः कः इति कार्यं करोति अतः द्वौ द्वौ योः षि इति द्वोग दादे धाव द्वोग अनन्तरं अत्र सकारः अस्ति अतः एकाचो बसो बस् इति का सूत्रं कार्यं करोति महोदय. अतः तृतीयदकारस्य चतुर्थदकारः आदेशः दोग् योषि इदानीं करिच इति सूत्रं करोति वा महोदय. अतः दकारस्य एक प्रथमककारः आदेशः इदानीं दोग् योषि आदेशप्रत्ययः यस् आदेशप्रत्ययः कार्यं करोति सि स्थाने शकार आदेशरूपं दोक्षि इति रूपं भवति महोदय. अनन्तरं द्विवचने तः पित् अस्ति अधः गुणकार्यं नास्ति दुग् दुह्येव दादे धातोगः इति सूत्रेण दुग् इति रूपं दुग्योः तः इदानीं जसस्तोतोदः इति सूत्रं कार्यं करोति अधः दुग्योः दः इदानीं जलां जस् जसि इति सूत्रेण तृतीयककार आदेशः दुग्धः इति रूपं भवति. तदेव बहुवचने अपि दुग्ध इति रूपं भवति महोदय. अनन्तरं उत्तमपुरुषे मि अस्ति अधः अत्र गुणं भूत्वा दोः दोः इति रूपं दोः योः मि दोः मि इति रूपं भवति महोदय. वहामः अत्रापि गुणकार्यं नास्ति दुह्वः दुह्मः इति रूपाणि भवति महोदय. बहु धन्यवादः. अहं वदामि किं लोट् वदामि दुः योगः क्षम्यतां लोट् इति चु इति प्रत्ययः. तर्हि दुः योगः तु प्रथमं दादेर्धातुगः इत्यनेन गकारः हकारस्य स्थाने गकारः. तर्हि क्षम्यतां प्रथमं गुणकार्यं तु इति तिष्ठति इति कृत्वा दुः इति प्रत्यय इति धातुः दोः इति भवति. दोः योगः तु दादेर्धातुगः इत्यनेन हकारस्य स्थाने गकारः. तर्हि दोग् योगः तु अधुना अधुना किम् अभवत् दशन्तधातुः अस्ति इति कृत्वा अनन्तरं तकारादिप्रत्ययः अस्ति इति कृत्वा जशस्तदोर्दः इति सूत्रेण दकारादेशः भवति तकारस्य. तर्हि धू इति तर्हि दुः योगः धू अधुना अनन्तरं जलाङ्गशि इत्यनेन दोग्दु इति रूपं समीचीनं दोग्दु इति दोग्दु इति अनन्तरं ताक् इति अस्ति. ताक् पुनः समानकार्यं केवलं गुणकार्यं न भवति. तर्हि प्रथमं दुः योगः ताक् दादेर्दातुगः इत्यनेन दुग् योगः ताक् अनन्तरं दशस्तुर्दोदः इत्यनेन दकारः. तर्हि दुग् योगः धात् अनन्तरं जलान्दशि इति दुग्धात् इति रूपं दुग्धात् दुग्धात् दुग्धात् इति ऋतुद्वयं भवति. अनन्तरं ताम् इति समानकार्यं दुग् दाम् इति अन्तु दो दुः योगः अन्तु दुहन्तु इति केवलं वर्णमेकं हि इति प्रत्ययः. हि इति प्रत्ययस्य किं भवति अत्र दुः योगः हि इति हि इति प्रथमं किं भवति इत्युक्ते हुजल् ब्योर्हे इत्यनेन हकारस्य हकारः तु जल् जलि अस्ति इति कृत्वा पूजल् बिर्हेदि इत्यनेन हकारस्य स्थाने गकारादेशः क्षम्यतां हि इत्यस्य स्थाने दि इति प्रत्ययस्य आदेशः. तर्हि दुः योगः दि पुनः दादेर्दातोर्गः इति सूत्रेण जलि दि दकारः जलि अस्ति इति कृत्वा दादेर्दातोर्गः इत्यनेन हकारस्य स्थाने गकारः दुग् योगः दि अधुना जलान्दष्टशि इत्यनेन दुग्धि इति रूपम्. अनन्तरं किम् अस्ति तम् इति तत्तु पूर्वं दृष्टवान् ताप् इति पुनः ताप् इति दुग्धात् दुग्धं दुग्ध इति रूपाणि. अनन्तरम् आनि आव आम दुहानि दोहानि दोहाव दोहाम इति गुणकार्यं कृत्वा दोहानि दोहाव दोहाम अग्रे तस्य क्रमपुष्प भगिनी वक्तुम् इच्छति लङ्लकारः न लङ्गि अदो अकारः अकारः अडागमः अदो योगः हल् अप्रक्तसञ्ज्ञकः तस्य लोपः भवति तत्तु अदोः इति तिष्ठति दादेर्धातोर्गः इत्यनेन गकारः आदेशः आदोघ् इति आगच्छति एकाचो बशो बश् दशन्तस्य धोः इत्यनेन अदोघ् अधोग् इति आयाति जलां जषन्ते इत्यनेन अधोग् इति अस्ति वावसाने इत्यनेन विकल्पेन चत्वादेशः अधोक् अधोक् इति आयाति तकारः तत्तु अहं तु दृष्टामि भगिनि एकनिमिष तकारस्य परे किम् अस्ति विस्मरामि मम तु इट् वोण्ट् स्टे इन् मै ब्रेन् अन्फार्चुनेट्लि अडागमः अस्ति तर्हि लुङ्लङ्गुंशु अडुदात् प्रथम आरम्भतः लुङ्लङ्गुंशु अडुदातः इत्यनेन अडागमः भवति. तर्हि अकारः दुः योगः च इति प्रत्ययः इति प्रत्ययः अधुना पित् अस्ति इति कृत्वा गुणकार्यं भवति खलु प्रथमं गुणकार्यं भवति खलु अदोः इति भवति अधोः योगः त इति प्रत्ययः प्रथम इति प्रत्ययं पूर्णं कृतवती इति प्रत्ययः प्रथम एकवचनं कृतवती किं क्षम्यताम् अतकारः कृतवती अधोः ताम् अत्र अधोग् त्वाम् अधोग् समानकार्यम् अस्ति खलु अत्र तु दादेर्दातोर्गः इति प्रथमम् अनन्तरं जशसतोदोदः अनन्तरं जलां दृश्यति इति सूत्रत्रयम् अधोग्धाम् इति अधोग्धाम् अधुहन् अधुहन् अधुहन् सकारस्य लोपः अधोः तत् एव अधोः इति अधोग् अधोग् अधोक् तथैव अधोग् तं तु अधोग्धम् अधोग्धम् अधोग्धं तकारः अधोक्त अधोग्धा तिष्ठति अधोग्वा अधोग्म अधुग्मा अधुग्वा अत्र अधुक्तम् इति अस्ति तकारस्य किमर्थम् उत्तमपुरुषे तं नास्ति खलु केवलं वा मा इति एव तं तु अधोः आगच्छति न तम् अधोक्तम् अधोग्धम् अस्तु अधुग्वा अधोहम् अम् इति अधोहम् अधुग्वाहम् अधोहम् अधोहम् जलि नास्ति इति कृत्वा किमपि कार्यं नास्ति अधुक्वा अधुक्म इति वर्णमेलनमेव. धन्यवादः भगिनि. प्रिय भगिनि वदति किं विधिलिङ्गकारं नुक्त्वा अनन्तरं आत्मनेपदीरूपस्य आम् विधिलिङ्गकारे सर्वे तत्र तु यात् यातां युः इति अत्र जलि नास्ति अतः किमपि कार्यं नास्ति सर्व वर्णमेलनमेव. दुह्यात् दुह्यातां दुह्युः दुह्याः दुह्यातं दुह्यात दुह्यां दुह्याव दुह्याम. इदानीम् आत्मनेपदीरूपं दुह्योगः ते इति अपित् अस्ति अतः गुणकार्यस्य प्रसक्तिः तु नास्ति. अनन्तरं दादेर्धातोर्गः इति सूत्रस्य प्रसक्तिः दादेर्धातोर्गः इति सूत्रस्य प्रसक्तिः चेत् हकारस्य स्थाने गकारादेशः दुग् योगः ते अनन्तरं दुग्योगः ते इति आगच्छति चेत् एतत्तु क्षम्यतां भगिनि दुग्योगः ते इति आगच्छति किल जलि अस्ति अतः जशस्ततोर्दोर्दः इत्यस्य प्रसक्तिः अस्ति किल अतः एकाचो आं तदुक्तवती तद् उक्त जशस्ततोर्दोर्दः इत्यस्य प्रसक्तिः तस्य प्रसक्तिः अस्ति चेत् क्षम्यतां तकारस्य स्थाने धकारादेशः. इदानीं दुग्योगः धे इति आगच्छति अनन्तरं जलां जश् जशि इति सूत्रेण दुग्धे इति रूपम् अनन्तरं दुह्योगः आते आते तु अपित् प्रत्ययः अजादिः दुहाते इति वर्णमेलनमेव दुहते इति अते दुह्योगः से तत्र किं भवति दुह्योगः से इति प्रत्ययः तत्र प्रथमं यदा इदानीं दृष्टवन्तः दादेर्धातोर्गः इति सूत्रेण हकारस्य स्थाने गकारादेशः अनन्तरं तादृशक्रमः एव किल तत्रापि यदा वयं पूर्वं दृष्टवन्तः दादेर्धातोर्गः अनन्तरम् एकाचो बशो बश् जशन्तस्य स्तोः इत्यस्य सूत्रस्य प्रसक्तिः दुग् योगः दुग्योगः से अनन्तरं करीच इत्यस्य प्रसक्तिः दुक् योगः से आदेशप्रत्ययोः इत्यनेन दुक्षे इति रूपं धुक्षे अनन्तरम् आते अते आते तु अजादि अस्ति, तत्र वर्णमेलनं दुहाते. अनन्तरं द्वे इति प्रत्ययः, द्वे तत्रापि दुह्योगः, द्वे दादेर्धातोर्गः इति सूत्रेण हकारस्य स्थाने ककारादेशः, दुग्योगः द्वे. अत्रापि एकाचो बशो बषन्तस्य स्तोः इत्यनेन तत्र दुग् योगः द्वे. जलां जष्टषि इति इत्यनेन गकारस्य स्थाने घकारादेशः, तृतीयादेशः. दुग् योगः द्वे, दुग्ध्वे इति रूपम्. अनन्तरं ए वहे महे, ए तत्र तु वर्णमेलनं दुहे. वहे महे अपि दुह् वहे दुह् महे इत्येव किल, तत्र किमपि कार्यं नास्ति. धन्यवादः. मणिमहोदय वक्तुम् इच्छति किं लोकीकारे? इदानीं दुह् योगः ताम् ताम् अपि तस्य अधः गुणकार्यं किमपि नास्ति. दादे दादोगः इति सूत्रेण हकारस्य गकारः चतुर्थकारः. अनन्तरं दुग् योः ताम् ताम् स्थाने जससुदोदोदः इति सूत्रेण तकारस्य दकारादेशः दाम् इति दुग् दाम्. इदानीं जलां जस् जसि इति सूत्रेण चतुर्थकारस्य तृतीयककार आदेशः दुग्धाम् इति. अनन्तरं आताम् अत्र किमपि कार्यं नास्ति, दुहात्तां दुहताम् इति. अनन्तरं मध्यं पुरुषे स्व इति रूपम्, अत्र दुह्योः स्वः स्व न गुणकार्यं न भवति, अतः दुह् एव तिष्ठति. दादे दादोगः इति सूत्रेण न दादे दादो न कार्यं करोति महोदय, अत्र कार्यं करोति. दादो दादोगः इति सूत्रेण दुग् इति रूपं भवति. अनन्तरं दुग् एकाचो महोदय एकाचो बसो बस् इति सूत्रेण तृतीयदकारस्य चतुर्थदकारः, अतः दुग् इति रूपं भवति. अनन्तरं करिच इति सूत्रं कार्यं करोति, अतः प्रथमककारः आदेशः दुग्योः स्व आदेशप्रत्ययः इति सूत्रेण दुक्ष्व इति रूपं भवति. आताम् अत्र किमपि कार्यं न करोति, दुहातां द्वम् अत्र दादे दादोगः इति सूत्रेण दुग् रूपं भवति, दुग्योः द्वम्. अत्र जलां जसि इति जसि इति सूत्रं कार्यं करोति. तस्मात् पूर्वं किं भवति, एकाचो बशो पश्यति किल? आम् अत्रापि एकाचो एकाचो बशो बस् अत्र किम् उक्तवान् विस्मृतवान् तदनन्तरम्. एकाचो बशो बश् इत्यनेन तृतीयदकारस्य चतुर्थदकारः इति कृत्वा दुग् दुग् योगः द्वम् इति. अधुना जलां दृश्यसि इत्यनेन दुग्ध्वम् इति रूपं भवति महोदय. अनन्तरं बहुवचने ऐ उत्तमं पश्ये ऐ आवहे आमहे दुह् योः ऐ गुणकार्यं भवति, अतः दोह् इति रूपं दोहै दोहै दुहावहै दोहावहै दोहा अत्रापि गुणकार्यं भवति, दोहावहै दोहामहे इति रूपाणि भवति. धन्यवादः. अहं करोमि करवामि. अत्र लुङ् लङ् षड्दातः इत्यनेन अडागमः भवति, तर्हि अ दुः अनन्तरम् अस्ति त इति अस्ति प्रत्ययः, तर्हि प्रथमं दशश्चतुर्दोर्गः इत्यनेन क्षम्यता दादेर्दातोगः इत्यनेन जल् तक् तकार इति जलि अस्ति इति कृत्वा दादेर्दातुर्गः इति दकारादि हकारान्तदातुः इति कृत्वा दादेर्दातुर्गः इति हकारस्य स्थाने ग इति आयाति. तर्हि अ दुग् अनन्तरं त इति अनन् अधुना किमस्ति इति कृत्वा जषस्तुर्दोदः इत्यनेन सिद्धिसूत्रेण सकारस्य दकारः. तर्हि दुग् ध अनन्तरं जलादशस्य इत्यनेन अदुग्ध इति रूपं समीचीनं खलु दोषः अस्ति चेत् उचितम् अदुग्ध इति. अनन्तरम् आतां वर्णमेलनम् अदुहाताम् अदुह अदुहत. अनन्तरं ताः इति अस्ति पुनः अत्र ददेर्दातुर्गः इत्यनेन दुग् योगः ताः. जशस्ततुर्दुर्गः इत्यनेन धकारस्य स्थाने धकारः. तर्हि अदुग् योगः दाः. जलाङ्गश्च इत्यनेन जष्ट्वं. तर्हि अदुग्धाः. आथां वर्णमेलनं अदुहाथां ध्वम् इति अस्ति. अत्रापि जलि अस्ति इति कृत्वा दादेर्दातुर्गः इत्यनेन गकारः. तर्हि अदुग्योगः ध्वम्. अधुना एकाग्रवशो जषन्तस्य स्वोः इति सूत्रेण भाष्यादेशः भवति चतुर्थवर्णः. तर्हि अदुग् ध्वम् इति अस्ति. प्रथमं तु दादेर्दातोगः अनन्तरम् एकाचमशवश्. तर्हि अदुग् ध्वम् इति अस्ति. अधुना जलाङ्गश्च इति निजष्टम् अधुग् ध्वम् इति रूपम् इ बहिर्मुहि. अत्रापि अत्र खलु इ तु केवलं वर्णमेलनम् अदुहि अदुह्पति अदुह्महि. अनन्तरं विदिले पुष्पभगिनी कथं पुष्पभगिनी अहं तु पेकिङ्ग् कृत्वा कर्तुं ऐं पेकिङ्ग् फार् टुमारो प्लीस् गो अहेड् ओके. ओ एवं किम् अस्तु अस्तु भगिनि अस्तु धन्यवादः. शुभाः ते सन्तानः. प्रिय भगिनी आम् इदानीं विधिलिङ्ग् लकारे दुहि तत्र किमपि कार्यं नास्ति वर्णमेलनमेव. दुहीत दुहीयातां दुहीरन् दुहीताः दुहीया याथां दुहीद्वं दुहीय दुहीवहि दुहीमहि इति रूपाणि. समयः अपि सार्धदशवादने अभवत्. तर्हि विरमामः किम् दृष्ट्वा आगच्छामः भगिनि पुनस्मरणं किमर्थम् अत्र उदात्तः इति आडजादीनां किमर्थम् आटागमः उदात्तः पश्यामि भगिनि. धन्यवादः. धन्यवादः भगिनि. शुभरात्रि. भगिनि हा वदतु एकनिमिषं भगिनि.